नमस्कारः. अद्यतनव्याकरणवर्गे सर्वेषां स्वागतम्. अद्यतनविषयः अस्ति हल्सन्धेः अभ्यासः. अत्र धातुपाठे हल्सन्धि अभ्यासः इति. अत्र गतवर्गे वयं वाव्रश्च इति व्रश् धातोः लट् रूपाणि दृष्टवन्तः. किं करिष्यामः अद्य पुनः एकवारं व्रश् युग यङ्गलुगन्त रूपाणि व्रश् धातुः आरभ्य पुनः परिशीलिष्यामः. इदानीमत्र रामप्रियभगिनी भवती आरम्भं करोति वा? वाव्रश्च वाव्रश्च अत्र लटि लटि इति किल लटि आरभ्य लटि प्रथमपुरुष एकवचनं सि इति शुद्धतिङ्प्रत्ययः अस्ति. तत्तु हलादिपित् अस्ति. वाव्रश् योगः ति अत्र कोः संयोगाद्योरन्ते च इति सूत्रेण सकारस्य लोपः भवति. वाव्रच् योगः ति. इदानीं व्रश्च सुजमुज शशांशः इति सूत्रेण शकारादेशः भवति. वाव्रश् योगः ति. अत्र शकारः मूर्धन्यशकारस्य प्रभावेन ष्टुनाष्टुः इति सूत्रेण तकारस्य स्थाने टकारादेशः. वाव्रश् योगः ति वाव्रष्टि इति प्रथमपुरुष एकवचनरूपम्. अत्र विकल्पेन वाव्रश् योगः ईति इति अस्ति. तदपि तित् अस्ति, परन्तु अत्र किमपि कार्यं नास्ति, वर्णमेलनमेव. वाव्रश्चीति इति वैकल्पिकरूपम्. अनन्तरं वाव्रश्च योगः तः. तत्र अपित् अस्ति, सार्वधातुकम् अपित् ङिति च इति सूत्रेण ङित्वत् भवति. एतत्तु सम्प्रसारणकार्यम् अत्र न भवति. स्टिपा निर्दिष्टधातुः अस्ति एतद् रश् इति दृच्छति इति स्टिपा धातु निर्दिष्टः अस्ति. अत्र सम्प्रसारणकार्यं यङ्लुकि न भवन्ति. अनन्तरम् अत्र कोः संयोगाद्योरन्ते च इति सूत्रस्य प्रसक्तिः प्राप्तिः वाव्रच् योगः तः. इदानीं व्रश्च भ्रश्च सूत्रेण शः श आदेशः भवति चकारस्य स्थाने. वाव्रच् योगः वाव्रश् योगः तः ष्टुनाष्टुः वाव्रष्टः. बहुवचने अति इति अस्ति. अत्र अपित् अस्ति, परन्तु अत्रापि वर्णमेलनमेव. वाव्रश्चति. आं भगिनि, अत्र पुनस्मरणरूपेण अत्र वदति वा स्कोः संयोगाज्वरन्ते च इत्यस्य कार्यं कथं वा भवति इति? अत्र अत्र चकारात् पूर्वं तु तालव्यशकारः अस्ति, परन्तु अत्र स्कोः संयोगाज्वरन्ते च इति कथं वा कार्यं करोति इति? आम्, यदा वयं अकृतव्यूहाः पाणिनीयाः इति वयं दृष्टवन्तः वार्तिकम् इति, तत्र यदा निमित्तं नश्यमाणम् इति, यदा अत्र शकारः स्थालव्यशकारः अस्ति चेत् निमित्तं नश्यमानं भवति इति किल महोदय, कथं वर्णीयमिति? अस्तु भगिनि, निमित्तं तु नश्यमानं भवति, परन्तु निमित्तः कः कः कस्य नश्यमानः भवति इति, कः नश्यमानः भवति इति अत्र प्रश्नः उदेति किल. शुकमन महोदय, भवान् प्रयत्नं करोति वा अत्र आम् इदानीं स्थितिः वाव्रश्च योगः अति इति अजादि अपित् प्रत्ययः अत्र तु तादृशस्थितिः नास्ति किल महोदय अत्र तु स्कोः संयोगाच्युरन्ते च कार्यं न करोति यदा अत्र वाव्रश्च योगः ति अस्ति अथवा वाव्रश्च योगः तः अस्ति अत्र अत्र स्कोः संयोगाद्योरन्ते च इत्यस्य प्रसक्तिः अपि च कार्यं परन्तु अत्र धातोः तु अत्र चकारात् पूर्वं शकारः अस्ति तालव्यशकारः न तु सकारः अतः अत्र कथं वा वयं वक्तुं शक्नुमः स्कोः संयोगाद्योरन्ते च इति अत्र कार्यं करोति इति ओहो स्थितिः किं महोदय वाव्रश् योगः ति इति स्थितौ वा वाव्रश् योगः तः इति स्थितौ वा किमपि नयतु अत्र वाव्रश् योगः ति इति नयतु अस्तु वाव्रश् योगः तः इति चिन्तयामश्चेत् तत्र वाव्रश् तत्र चकारात् पूर्वं तालव्यशकारः अस्ति तत्तु मूले दन्त्यसकारः आसीत् श्चुत्वं कृत्वा तत्र तालव्यसकारः शकारः आगतः वाव्रश् योगः ति तः इति स्वीकुर्मश्चेत् तत्र झलि परे अस्ति इति कृत्वा स्कोः संयोगाद्योरन्ते च इति सूत्रस्य प्रसक्तिः अस्ति इति कृत्वा तत्र सकारस्य लोपः भवति तत्तु समीचीनमेव परन्तु अत्र अथवा भगिनी परिभाषा उक्तवती परिभाषा अस्ति अत्र अकृतव्यूहाः पाणिनीयाः इति सा परिभाषा किं वदति इत्युक्ते अत्र वयं प्रथमम् अत्र किं कृतवन्तः सकारमूले यथा भवान् उक्तवान् मूले सकारः अस्ति सकारः चकारस्य प्रभावेण तालव्यशकारः भवति इति परन्तु यस्य प्रभावेण अत्र सकारः शकारः अभवत् स च चकारः अग्रे गत्वा न तिष्ठति किमर्थम् इत्युक्ते अस्मिन् उदाहरणे अत्र वाव्रश्च इत्यस्य अनन्तरं प्रत्ययः यदस्ति तत्तु झलादिप्रत्ययः अतः किं भवति इदानीं व्रश्च भ्रश्च सृजं मृज यज राजभ्राज छषां षः इत्यनेन अत्र चकारस्य स्थाने किं भवति ताल मूर्धन्य षकारः आगच्छति अतः निमित्तं यः निमित्तं चकारः अस्ति सः चकारः इदानीं न तिष्ठति अतः यत् कार्यं चकारस्य कारणेन कृतमस्ति स च कार्यं न करणीयं पूर्वम् इत्युक्ते अत्र तालव्यशकारः न इदानीं दन्त्यसकारः एव अस्ति इति अतः वयं अत्र स्कोः संयोगाद्योरन्ते च इत्यस्य प्रसक्तिः अपि कार्यं कर्तुं शक्नुमः ओ अग्रे गत्वा इत्युक्ते दश्चब्रज इति सूत्रेण शकारः विधीयते अतः येन निमित्तेन दन्त्यसकारः शकारः अभवत् तद् परे अपरं परिवर्तनं भवति इति कृत्वा तत्र सकारः एव स्वीकार्यम्। अतः कोः संयोगाद्युरन्ते च इति सूत्रस्य प्रसक्तिः प्राप्तिः च इति भवता उक्तम्। तदस्ति रामप्रिया भगिनी, इदानीं प्रायः भवती अवगच्छति एव किञ्चित् अत्र तदेव अस्ति किल। अस्तु, इदानीं महोदय भवान् करोतु अत्र मध्यमपुरुषरूपाणि। इदानीं हा करोमि महोदय। इदानीं वावृश्च तत्र वा तत्पूर्वं महोदय वावृश्च योगः महोदय अस्ति वा? न श्रूयते मया महोदय अत्र। ओ अहमस्ति महोदय अत्र। वदतु, इदानीं श्रूयते किल? इदानीं महोदय तत्र वावृश्च योगः अति इति स्थितौ तत्र किमपि कार्यं केवलं वर्णमेलनमेव वा? रामप्रिया भगिनी, भवती उक्तवती किल, पुनः एकवारं वदति वा महोदयस्य कृते? वावृश्चयोगः अति, अत्र तदपि अपित्तेव अस्ति, अत्र केवलं वर्णमेलनमेव वावृश्चति झलिपदान्ते कार्यं करोति इति कृत्वा तत्र कार्यं नास्ति। स्कोः संयोगाद्यरन्ते च इत्यपि कार्यं नास्ति, विष्णुत्वमपि न भवति अत्र, अपि च सम्प्रसारणमपि न भवति। ओ अस्तु, इदानीं वावृश्च योगः सि इति स्थितौ तत्र परे सि अस्ति, प्रथमं सकारः झलि आम् झलि अस्ति इति कृत्वा स्कोः संयोगाद्योरन्ते च इत्यनेन सकारस्य लोपः भवति, वावृच् योगः सि। इदानीं व्रश्च भ्रश्च इति सूत्रेण चकारस्य स्थाने मूर्धन्यषकारादेशः भवति, वावृष् योगः सि इति भवति। इदानीं षडोः कः सि इति प्रत्येक सूत्रमस्ति, सि परे अस्ति चेत् अपि च धातोः अन्ते षकारः अस्ति चेत् ककारादेशः विधीयते। षडोः कः सि इति सूत्रेण मूर्धन्यषकारस्य स्थाने ककारादेशः भवति, वावृक् योगः सि। इदानीम् आदेशप्रत्ययोः इति सूत्रेण तत्र इण्कोः तत्र ककारः अन्ते अस्ति इति कृत्वा परे स्थितस्य सकारस्य मूर्धन्यषकारादेशः भवति, वावृक् योगः षि इति भवति। इदानीं वर्णमेलनं कृत्वा वावृक्षि इति रूपं प्राप्नोति, वावृक्षि। अत्र केवलं परिपूर्णार्थमेव महोदय, अत्र खरी चापि भवति किल, यद्यपि कोऽपि परिवर्तनं न भवति यदा वावृक् योगः षि अस्ति। खरीच इति सूत्रम् आदेश सूत्रसङ्ख्या मया विस्मृतं, तत्र आदेशप्रत्ययः खरीच इति अनन्तरं भवति वा पूर्वं भवति वा? पूर्वमेव भवति महोदय, खरीच अनन्तरं भवति, आदेशप्रत्यययोः इति पूर्वसूत्रमस्ति। ओ आदेशप्रत्ययः अनन्तरं खरीच, किन्तु परिवर्तनं न भवति, वावृक्षि इति अन्तिमरूपम्। इदानीं वावृश्च योगः ईशि, अजादि पित् प्रत्ययः अस्ति, पित् अपि पित् चेदपि तत्र उपदायां वा अन्ते वा किमपि स्वरः नास्ति इति कृत्वा गुणकार्यं नास्ति. वावृश्च योगः ईशि अपि च स्कोः तत्र अजादि इति कृत्वा स्कोः संयोगाद्यरन्ते च अपि च वा व्रश्च भ्रश्च इति सूत्रस्य प्रसक्तिः नास्ति. केवलं वर्णमेलनमेव वावृश्चीषि वावृश्चीषि इति भवति. अनन्तरं वावृश्च योगः थः हलादि अपित् अस्ति इति कृत्वा यथा प्रथम विभक्तौ द्विवचने दृष्टः तदा एव स्कोः संयोगाद्यरन्ते च इत्यनेन सकारस्य लोपः, व्रश्च भ्रश्च इत्यनेन चकारस्य मूर्धन्यषकारादेशः, ष्टुनाष्टुः इत्यनेन थकारस्य कारादेशः, करिच अत्र नास्ति, करिच नास्ति, वावृष्टः इति रूपम्, एवमेव वावृष्ट इति रूपं भवति. वावृश्च योगः मी इति स्थितौ तत्र परे मकारः अस्ति, मकारः तु झलि नास्ति इति कृत्वा च व्रश्च भ्रश्च इति सूत्रद्वयमपि अत्र कार्यं न भवति. वावृश्च योगः मी. इदानीम् इन्कोः अपि तत्र नास्ति, किमपि कार्यं नास्ति. वावृश्च मी इति अहं चिन्तयामि. तदेव महोदय, वावृश्च्मि अत्र कोऽपि कार्यं न भवति. किमर्थमित्युक्ते मकारः झल् वर्णः नास्ति, अतः अत्र अपि च यद् अत्र पित् अस्ति तस्मात् अत्र गुणकार्यमपि न भवति, न भवति. आम्, वावृश्च्मि, वावृश्चीमि. इदानीं वावृश्च्योगः वावृश्चीमि. इदानीं वावृश्च्योगः वः, वकारः अपि झलि नास्ति इति कृत्वा अत्र वावृश्च वावृश्च्वः वावृश्च्मः इत्येव रूपं तिष्ठति. अत्र गतवर्गे महोदयः एकः एकं नूतनसूत्रमपि उक्तवान् किल, अत्र अजादिपित् प्रत्ययः परः अस्ति, अपि च यङ्लुगन्तधातुः अत्र अभ्यस्तसंज्ञकः अस्ति भूत्वा, यद्यपि उपधायां गुणवर्णः अस्ति तथापि अत्र गुणकार्यं न भवति इति एकं सूत्रम् उक्तवान् अत्र. कस्मिन् सन्दर्भे महोदय? वावृश्चयोगः ईमि इति वा? अत्र यत्र कुत्रापि, इत्युक्ते अत्र यत्र पित् अजापित् प्रत्ययः परः अस्ति, अपि च अभ्यस्त अङ्गमस्ति तस्मिन् समये अत्र, यद्यपि उपधायां गुणवर्णः अस्ति इत्युक्ते इक् अस्ति, तथापि अत्र गुणः न भवति इति सूत्रमस्ति. नाभ्यस्तस्याचिप् इति सार्वधातुके इति सूत्रं, नाभ्यस्तस्य अचि इति सार्वधातुके अत्र सूत्रमस्ति. अभ्यस्तस्य अङ्गस्य लघुपदस्य गुणः न अचि इति सार्वधातुके. आम्, किन्तु अत्र सन्दर्भः एव नास्ति किल? सन्दर्भः एव नास्ति, केवलम् अत्र अत्र पुनस्मरणार्थमेव. तादृश सूत्रमपि अस्ति इत्युक्ते अत्र सूत्रसङ्ख्या मनसि सूत्रसङ्ख्या मनसि नास्ति मम मनसि इदानीं लिखितवान् अत्र अहं सप्तम अध्यायस्य तृतीयपादे सप्ताशीति सूत्रमस्ति महोदय. सप्तम अध्यायस्य तृतीयसूत्रं तृतीयपादे सप्तम अध्यायस्य तृतीयपादे सप्ताशीतितमसूत्रम् नाभ्यस्तस्याचिपिति सार्वधातुके इत्युक्ते अभ्यस्तस्य अङ्गस्य लघूपधस्य गुणः न चिपिति सार्वधातुके इत्युक्ते अत्र अजादिपित् प्रत्ययः परः अपि च अभ्यस्त अङ्गं पूर्वं यद्यपि तस्मिन् अङ्गे लघुपध इक्वर्णः अस्ति तथापि अत्र गुणः न भवति इति. अस्मिन् सन्दर्भे तु एतस्य प्रसक्तिः नास्ति, परन्तु केवलं पुनस्मरणरूपेण एव. किमर्थमित्युक्ते एतस्य सूत्रस्य प्रसङ्गः गतवर्गे आगतः इति भूत्वा. अस्तु महोदय. अस्तु, धन्यवादः महोदय. मम प्रिया भगिनी लोट् करोति वा भगिनि? आम्, लोट् लकारः प्रथमपुरुष एकवचनं तु इति फलादिति प्रत्ययः अस्ति. वाव्रष्ट् योगः तु अत्रापि स्कोः संयोगाद्योरन्ते च इत्यस्य प्रसक्तिः अस्ति. अतः अकृतव्यूहः पाणिनीयाः इति परिभाषया वाव्रष्ट् योगः तु इति स्थितौ स्वकारस्य लोपः भवति स्कोः संयोगाद्योरन्ते च इति सूत्रेण वाव्रष्ट् योगः तु इदानीं व्रश्च भ्रश्च इति सूत्रस्य प्रसक्तिः वाव्रष्ट् योगः तु नाष्टुः वाव्रष्टु. अनन्तरं द्वितीयरूपं वाव्रष्ट् योगः इतु तत्र वर्णमेलनमेव वाव्रश्चीतु. वाव्रष्ट् योगः तात् तात् तु तातङ्ग् अस्ति, अतः तातङ्ग् अस्ति. अत्र किमपि गुणकार्यस्य प्रसक्तिः नास्ति. अत्र सम्प्रसारणमपि न भवति. स्कोः संयोगाद्योरन्ते च इति सूत्रेण सकारस्य लोपः भूत्वा वाव्रच् योगः तात् व्रश्च भ्रश्च इति सूत्रेण वाव्रश् योगः तात् ष्टुनाष्टुः इति सूत्रेण वाव्रष्टात् जलां जशोन्ते इति सूत्रेण पदान्ते अस्ति. जलां जशोन्ते इति सूत्रेण वाव्रष्टाद् वावसाने इति सूत्रेण वाव्रष्टात्. अनन्तरं ताम् इति द्विवचने प्रथमपुरुषद्विवचने समानप्रक्रिया वाव्रष्टां वाव्रष्ट योगः अतु अतु अपि अपित् अस्ति, अजादि अपित् अस्ति, वर्णमेलनमेव वाव्रश्चतु. अग्रे अपि करोतु भगिनि. मध्यमपुरुषे वाव्रच् योगः हि हि अपित् अस्ति. अत्र हूजल्भ्यो हेर्दिः इति सूत्रेण हि स्थाने दि आदेशः भवति. वाव्रच् योगः दि इदानीं स्कोः संयोगाद्योरन्ते च इति सूत्रेण सकारस्य लोपः भूत्वा वाव्रच् योगः दि व्रश्च भ्रश्च इति सूत्रेण वाव्रश् योगः दि ष्टुनाष्टुः इति सूत्रेण वाव्रश् योगः डि वा. अनन्तरं जलां जश् जशि इति सूत्रेण षकारस्य स्थाने डकारादेशः वाव्रड्डि. तात् समानकार्यं यदा वयं प्रथमपुरुषे कृतवन्तः वाव्रष्टात् तत्र रूपद्वयमस्ति. वाव्रष्टात् वाव्रष्टाद् जलां जशोन्ते वावसाने इति सूत्रेण. अनन्तरं द्विवचने वाव्रच् योगः तम् अत्रापि समाना प्रक्रिया वाव्रष्टं बहुवचनेषु रूपद्वयं वावृष्ट वावृष्ट इति रूपद्वयम्। किमर्थं भगिनि? रूपद्वयं न भवति, वावृष्ट एव, क्षम्यता, अकारः अस्ति मम। अस्तु भगिनि, अन्य कोऽपि आगतवान् वा महोदय? न चिन्ता मास्तु भगिनि, इदानीमत्र वावृश्च इत्यस्य रूपाणि कुर्वन्तः। अस्तु भगिनि, सुकर्णं महोदय भवान् करोति वा? हा, अग्रे वावृश्च योगः आनी उत्तमपुरुष एकवचनं लोट् इति विवक्षा, वावृश्च योगः आनि अजादि पित् प्रत्ययः, किन्तु गुणकार्यस्य किमपि अवसरः नास्ति इति कृत्वा, अपि च अजादिः इति कृत्वा केवलं वर्णमेलनमेव स्कोः संयोगाद्यरन्ते च वृषभ्रश्च इति सूत्रस्य सूत्राणां प्रसक्तिः एव नास्ति, ते तु झलादिप्रत्यये एव कार्यं करोति इति कृत्वा वावृश्च योगः आनि वावृश्चानि वावृश्चाव वावृश्चाम इति अन्तिमरूपम्। इदानीं लङ् तत्र प्रथमम् आडागमः भवति, अवावृश्च इति स्थितौ अवावृश्च योगः त इति झलादि पित् प्रत्ययः अस्ति, किन्तु अपृक्तसंज्ञकः अस्ति, अपृक्त एकाल् प्रत्ययः इत्यनेन इति सूत्रेण अपृक्तसंज्ञा तकारः प्राप्नोति, हल्न्याद्यो दीर्घास्तुतिस्य पृक्तं हल् इति सूत्रेण तकारस्य लोपः भवति, अवावृश्च इति इदानीं तिष्ठति, किन्तु यद्यपि तकारस्य लोपः अभवत् तथापि प्रत्ययलोपे प्रत्ययलक्षणम् इति प्रत्ययस्य लक्षणं तिष्ठत्येव, अतः अनेन परिभाषया स्कोः संयोगाद्यरन्ते च इति सूत्रस्य प्रसक्तिः प्राप्तिः च भवति, अनेन सकारस्य लोपः भवति, अवा व्रच् इति पुनः व्रश्च ब्रश्च इति सूत्रेण अवाव्रश् इति मूर्धन्यषकारः अन्ते भवति, इदानीं झलां जशोन्ते इति तत्र पदस्य अन्ते षकारः अस्ति इति कृत्वा, अपि च षकारः झलि अस्ति इति कृत्वा झलां जशोन्ते इति सूत्रस्य प्रभावेण तत्र षकारस्य मूर्धन्य नास्ति, जश् आदेशः एव भवति वा? झलां जशोन्ते, आं झलां जशोन्ते, आम् तत्र मूर्धन्यडकार अल्पप्राणडकारादेशः भवति, अवाव्रड् इति रूपं सिद्ध्यति, वावसाने इत्यनेन अवाव्रट् इति द्वितीयरूपमपि सिद्ध्यति। अग्रे करोतु। इदानीम् अवाव्रश्च योगः ईत् अजादि पित् प्रत्ययः अस्ति इति कृत्वा तत्र किमपि अपि च एकाल् प्रत्ययः नास्ति इति कृत्वा अपृक्तसंज्ञा न प्राप्नोति, केवलं वर्णमेलनमेव भवति, अवावृश्चीत् अवावृश्चीद् इति जलां जशोन्ते इति सूत्रेण तत्र तकारस्य स्थाने दकारादेशः भवति, पुनः वावसाने इत्यनेन सकारः भवति, अवावृश्चीद् अवावृश्चीत् इति रूपद्वयं भवति. इदानीम् अवावृश्च योगः ताम् तत्र झलादि एकनिमिष महोदय, मम प्रश्नस्ति वा अवावृश्च अस्ति, यदि वर्णसन्धिकार्यं भवति चकारस्य प्रभावेन सकारशकार जातः, तस्य स्थाने चकारस्य पुनः चकार भवति झलां झषि इति सूत्रेण, किन्तु चकार झष् प्रत्याहारे नास्ति, कथं झलां झषि कार्यं करोति? कुत्र भगिनि? अवावृश यदि भवति इदानीं अवावृश योग ईट् योग ईट् तत्र अवावृश योगः ईत् इत्यस्मिन् वर्णकार्यम् अस्ति न अवावृश. महोदय किम् उक्तवान् अत्र? अत्र सः उक्तवान् शकारस्य स्थाने जकार आगच्छति जलान् च कृषि इति. न न न तादृशं मया न उक्तं भगिनि. अत्र पूर्वस्मिन् रूपे भगिनि, अत्र यदा अवावृश्च योगः त अस्ति, अत्र अन्ततो गत्वा अत्र अवावृश् भवति किल. प्रथममत्र हल्न्याभ्यो दीर्घात्सुतिस्य कृतं हल् इत्यनेन प्रत्ययस्य लोपः, अनन्तरं स्कोः संयोगाद्योरन्ते च इत्यनेन सकारस्य लोपः, अनन्तरम् अत्र व्रश्च व्रश्च इत्यनेन षकारः. तत्र इदानीं किं भवति अवावृश् तत्र उक्तवान् झलां जशोन्ते इति, षकारः झल् वर्णः. अहं पृच्छामि ईत् यद्रे अस्ति केवलं वर्णमेलनमेव, केवलं वर्णमेलनमेव. अनन्तरं किं भवति वर्णमेलनं भूत्वा किं भवति इदानीम् अवावृश्चीत् इति अस्ति. इदानीं महोदय वदतु, महोदय अत्र भवान् उक्तवान् समीचीनमेव उक्तवान् प्रायः ईत् इति अजादिपित् प्रत्ययः इति कृत्वा तत्र किमपि कार्यं नास्ति, वर्णमेलनमेव. अवावृश्चीत् इति स्थितौ तत्र जलां जशोन्ते इत्यनेन तकारस्य स्थाने दकारादेशः भवति प्रथमम्, अवावृश्चीद् इति भवति, पुनः वावसाने इत्यनेन दकारस्य स्थाने तकारादेशः विकल्पेन भवति अवावृश्चीत् इति. तत्र रूपद्वयं, तत्र जकारः मया यत्र कुत्रापि न उक्तम्. अस्तु हा, इदानीम् अवावृश्च चिन्ता मास्तु भगिनि. अवावृश्च योगः ताम् तत्र झलादि अपित् प्रत्ययः अस्ति इति कृत्वा स्कोः संयोगाद्यरन्ते च इत्यनेन झलि परे सकारस्य उपादायां स्थितस्य संयोगस्य आदौ स्थितस्य सकारस्य लोपः भवति. अवावृच् योगः ताम् इति स्थितौ व्रश्च भ्रश्च इति सूत्रेण चकारस्य स्थाने मूर्धन्यषकारादेशः भवति. अवावृष् योगः ताम् इदानीं ष्टुत्वं भूत्वा तकारस्य स्थाने टकारादेशः भवति अवावृष्टाम् इति रूपं भवति. अन्तिमरूपमेव तत्. इदानीम् अवावृश्च योगः उः इति स्थितौ तत्र अजादि अपित् प्रत्ययः इति कृत्वा तत्र वर्णमेलनमेव भवति, किमपि सूत्रस्य प्रसक्तिः नास्ति. अवावृश्चुः इति अन्तिमरूपं प्राप्नोति. सरला भगिनी भवती करोति वा अग्रिमम् अत्र मध्यमपुरुषः? अवावृश अडागम पूर्वं भवति, सकार अपृतसंज्ञा भवति, तस्य हलाङ्याभ्यो दीर्घात् श्रुति प्रक्तम् इति सूत्रेण, इदानीम् अवावृश्च भवति पदसंज्ञा प्राप्नोति, अति सकार लोप भवति, तस्य झल् झल् प्रत्यारयति इति कारणेन कोसंयोगे आद्यो अन्तरे च इति सूत्रेण शकारस्य लोपः भवति, अव्रावृच् भवति. इदानीम् अवावृच् तस्य झलाञ्जशोन्ते इति सूत्रेण चकारस्य स्थाने जकार आगच्छति, अवावृच् भवति. तदनन्तरं खरी च सूत्रेण जकारस्य स्थाने पुनः चकार आगच्छति, अवावृच् भवति. परन्तु भगिनि एकनिमिषः अत्र अवावृषः भ्रष्ट जश्च इति सूत्रेण चकारस्य स्थाने शकार आगच्छति, मूर्धन्यशकार आगच्छति. मूर्धन्यशकार तदनन्तरं झलाञ्जशन्ति इति सूत्रेण अवावृड् भवति, दकार तृतीय आगच्छति. तदनन्तरम् अवावृट् खरिचति सूत्रेण दकार आगच्छति. खरीच इत्यनेन अन्यत् सूत्रं दकारस्य अवावसाने. इदानीम् इ अपि पित्वात् अस्ति, कार्यं न भवति, केवलं वर्णमेलनम् अस्ति. अवावश्चि इति भवति. अत्र विसर्गः अपि अस्ति किल, ईः अस्ति किल. तदनन्तरं मध्यमपुरुष द्विवचने तम् अस्ति. इदानीं तम् अपित्वात् अतिदेशकोऽपि कार्यं न भवति, सम्प्रसारणमपि न भवति. अवावृषयोगतम् इदानीं कोसंयोगे अन्तरे पुनः शकारस्य लोपः भवति, अवावृषयोगतं व्रश्च भ्रश्च इति सूत्रेण मूर्धन्यशकारः आगच्छति, अवावृषयोगतं भवति. इदानीं चुनाष्टुः इति सूत्रेण अवावृष्टं भवति. साधु साधु एव सूत्रं स्तुनाष्टुः इति किल, स्तोः स्तोष्णाष्टुः इति सूत्रेण तदनन्तरं तकार तथैव प्रक्रिया अस्ति, तस्य अवावृष्ट इति भवति. अग्रिममपि करोतु भगिनि. अस्ति अग्रिमम् अं पित्वात् अस्ति, केवलं वर्णमेलनं भवति. अवा वृश्चं भवति. वकारमकार अपि तदेव अपित्वात् अतिदेशं को कार्यं न भवति. तत्रापि वर्णमेलनम् अस्ति. वा वृश्चवः वा वृश् चमः इति भवति. अत्र विसर्गः अस्ति वा? विसर्गः नास्ति. विधिलिङ्ग् अपि करोतु भगिनि. विधिलिङ्ग सर्वे प्रत्ययाः अपित् अस्ति, अपित् सन्ति. तथैव केवलं वर्णमेलनम् अस्ति. वावृश्चयात् वावृश्चयातां वावृश्चयुः वावृश्चयाः वावृश्चयातं वावृश्चयात वावृश्चयां वावृश्चयाव वावृश्चयाम इति भवति. अग्रे गमिष्यामः. इदानीम् अत्र नूतनधातुः अस्ति मघि. रामप्रिया भगिनि. आं मघि अनिरन्तरधातुः अस्ति, मामङ् इति. एतद् धातुः तु इदित् अस्ति. मामङ् योगः ति. कथं जानीमः भगिनि इदित् अस्ति इति? मघि इति स्थितौ ईकारस्य लोपः उपदेशे अनुनासिक इति सूत्रेण भवति, अतः इदित् धातुः. इत् संज्ञा इकारस्य इत्संज्ञा यस्य सः इदित्. अपि च अत्र अन्यत् सूत्रमपि अस्ति, तेन अत्र अत्र अनुनासिकवर्णः अपि आगतः. तत्र अनुस्वारस्य ययि परसवर्णः इति सूत्रेण परसवर्ण. परन्तु अत्र धातोः तु तादृशवर्णः नास्ति किल? भवती उक्तवती धातुः इदिद्धातुः अस्ति इति. इदिद्धातोः अत्र नकारः कुतः आगतः इति स्मरति वा? प्रथमं नश्चापरान्तस्य जलि इति सूत्रं तस्मात् पूर्वमेव किल. इदितो नुम् धातुः इति सूत्रेण नुमागमः प्रथमम् आगच्छति. नुम् तु मितच्छोन्त्यात् परः इति सूत्रेण अच्परः आगच्छति. मङ् इति भवति. अनन्तरं नश्चापदान्तस्य जलि इति सूत्रेण अनुस्वारः आगच्छति नकारस्य स्थाने. अनन्तरम् अनुस्वारस्य ययि परसवर्णः इति सूत्रेण परसवर्ण गकारस्य पञ्चमवर्णः न आगच्छति. धन्यवादः महोदय. पुनः स्मरणार्थमेव भगिनि, धन्यवादः. अहं चिन्तनं भवत् भगिनी सूत्रम् इदितोन्नुं धातुस्य तस्य अनन्तरं किं सूत्रं भवती उक्तवती? इदितोन्नुं धातुः मिदचोन्त्यात् परः नुं धातुः मित् अस्ति, अतः मिदचोन्त्यात् परः इति सूत्रेण अचः परः मकारस्य परः आगच्छति. अनन्तरम् नश्चापदान्तस्य जलि अनन्तरम् अनुस्वारस्य. क्षम्यतां भगिनि. इदानीं मामङ् योगः ति इति प्रथमपुरुष एकवचनम्. अत्र ति इति तित् प्रत्ययः अस्ति, तथापि तत्र गुणकार्यं किमपि नास्ति, तस्य निमित्तं नास्ति अत्र. मामङ् योगः ति जषस्ततोर्दोर्दः इति सूत्रेण तकारस्य स्थाने धकारादेशः जष् वर्णः. मामं योगः ति जष् वर्णः दि इति माम् तत्र जष् वर्णः कः अत्र जश्वर्णः न न धी तु इदानीम् अत्र आदेशः किल भगिनि? अत्र धकारः आदेशः अत्र कस्य स्थाने धकारः आदेशः? तकारस्य स्थाने यदा प्रत्ययस्य ध इति प्रत्ययस्य स्थाने ध इति आदेशः. निमित्तं किमस्ति अत्र? जषस्ततोर्धोर्धः इति सूत्रेण जषः अनन्तरं यदा तकारदकारप्रत्ययः अस्ति चेत् तत्र दकारादेशः भवति, तकारस्य स्थाने दकारादेशः भवति. तकारः वा थकारः वा धकारः. झष्वर्णः कः इदानीम् अत्र अस्मिन् अपि च सूत्रं किं भगिनि एकवारं पुनः? प्रथमं तु जषस्ततोर्दोर्दः इति सूत्रेण तकारस्य स्थाने दकार आदेशः चतुर्थवर्णः. इदानीं जलां जष् जषि इति सूत्रेण गकारस्य स्थाने अल्पप्राणगकारः आदेशः. मामं योगः दि मामं दि. समीचीनमेव. अत्र केवलं सूचनार्थमेव भगिनि, अत्र सूत्रमस्ति झषस्तथोर्धो धः झषस्तथोर्धोधः अत्र अन्तिमधकारस्य पूर्वं रेपः नास्ति भगिनि झषस्तथोर्धोधः इति एव अनन्तरं मामं योगः इति अत्र तदपि पित् अस्ति अजादिपित् अस्ति तत्र किमपि कार्यं नास्ति वर्णमेलनमेव मामङ्गीति इति रूपं द्विवचने तु भगिनी तत्र मामङ्ग् योगः ति इति स्थितौ जलां झषि इत्यस्य कार्यम् उक्तवती जलां झषि आम् आम् उक्तवती मामङ्गि तत्र उक्तवती अत्र नास्ति अत्र ईति इति प्रसङ्गे तु वर्णमेलनमेव मामङ्गयोगः तः तत्तु अपित् प्रत्ययः अस्ति सार्वधातुकम् अपित् ङिति च इति सूत्रेण ङित्वत् भवति परन्तु यदा एतत् धातुः इदित् अस्ति अतः अत्र अनिर्दितं हल उपधायां ङिति च इति सूत्रस्य प्रसक्तिः नास्ति अतः अत्र झषस्ततोर्धोर्धः इत्यस्य कार्यं तः स्थाने दः आदेशः मामङ् योगः दः अत्रापि जलां झषि इति सूत्रेण गकारस्य स्थाने अल्पप्राणगकारादेशः मामङ् दः मामङ् योगः अति अत्र अपि वर्णमेलनमेव अपित् अस्ति परन्तु अत्रापि वर्णमेलनमेव मामङ्गति बहु समीचीनं भगिनि इदानीं सुकोनमहोदय करोति वा हा मामङ्ग् मामङ्ग् योगः सि इति हलादि पित् प्रत्ययः अस्ति पित् इति कारणात् किमपि कार्यं न भवति अवसरः नास्ति इति कृत्वा मामङ्घ् योगः सि अत्र तु केवलं इण्कोः इति तत्र घकारः अन्ते अस्ति तत्परं सकारः अस्ति इति कृत्वा आदेशप्रत्ययोः इति सूत्रेण सकारस्य मूर्धन्यषकारादेशः भवति यदा मूर्धन्यषकारः परे आगच्छति मामङ्घ् योगः षि मामङ्घ् योगः षि तत्र षकारः खर्वर्णे खर् प्रत्याहारे अन्तर्भूतः इति कृत्वा खरिच इति सूत्रेण महाप्राणघकारस्य स्थाने ककारादेशः भवति मामङ्क् योगः षि मामङ्क्षि इति अन्तिमरूपं भवति इदानीं मामङ्घ् योगः ईषि अजादि पित् प्रत्ययः इति कृत्वा तत्र किमपि कार्यं नास्ति मामङ्घि मामङ्घि इति भवति इदानीं मामङ्घ् मामङ्घ् योगः थः अत्र हलादि अपित् प्रत्ययः अस्ति प्रत्ययस्य आदौ थकारः अस्ति इति कृत्वा झषस्ततोर्दोधः इति सूत्रस्य प्रसक्तिः अस्ति धातोः अन्ते झष्वर्णः घकारः अस्ति परे थकारः अस्ति इति कृत्वा झषस्ततोर्दोधः इति सूत्रेण थकारस्य स्थाने धकारादेशः भवति मामङ्घ् योगः धः इति स्थितौ जलां झषि इति सूत्रेण महाप्राणघकारस्य स्थाने गकारादेशः, अल्पप्राणगकारादेशः भवति, मामङ्घः इति अन्तिमरूपम्, एवमेव मामङ्घ इति पुनः मामङ्घ मामङ्घ मामङ्घः मामङ्घ बहु समीचीनं महोदय. इदानीं मामङ्ग् अग्रे वदामि वा महोदय? सरला भगिनी करोति इदानीं. सरला मामङ्ग् योगिनी अत्र मी पित्वा तसि किं कार्यं न भवति. अहं चिन्तयामि केवलं वर्णमेलनं भवति मामङ्ग् साधु. समीचीनं मामङ्ग् योगिनि अपि वर्णमेलनं भवति मामङ्घि मे इति भवति. तथैव वकार अपि अपि तसि किन्तु देश अतिदेश न भवति. कारणं कि यदित् अस्ति तस्य नकार अङ्गकारस्य न लोप न भवति. मामङ्घ् व भवति. तथैव मामङ्घ् मः भवति. लोट् करोतु भगिनि. प्रथमपुरुषस्य लोट् मामङ्घ् योग तु पितस्ति. अत्रापि झषस्ततो झ इति सूत्रेण घकार झष् प्रत्याहारे आगच्छति. तकार अस्य स्थाने धकार आगच्छति. मामङ्घ् योग धु भवति. इदानीं झलान् झषि इति सूत्रेण घकारस्य स्थाने घकार भवति. मामङ्घ् तु इति भवति. इतु केवलं पितसि. पुनः अत्रापि वर्णमेलनं भवति. मामङ्घि तु इति भवति. तात् पित् अपित् अस्ति किन्तु कार्यं न भवति. कार्यं मामङ्घ् झषस्तदोधः इति सूत्रेण तात् तत्र घात् भवति. पुनः झलाञ्च चषि इति सूत्रेण मामङ्घ् धात् इति भवति. इदानीं तकारस्य स्थाने झलाञ्चो ते इति सूत्रेण तकारस्य स्थाने धकार आगच्छति. मामङ्घ् धात् भवति. पुनः वावस्थाने इति मामङ्घ् धात् भवति. अग्रे गच्छामि. तथा एव मामङ्घ् धाम् भवति. अतु वर्णमेलं भवति. मामङ्घतु भवति. बहु समीचीनम्. आम् इदानीं मध्यमपुरुष लोट् मामङ्घ् योगः हि अत्र हूजल्भ्यो हेर्दिः इति सूत्रेण हि स्थाने दि आदेशः भवति. मामङ्घ् योगः दि. इदानीं जलां झषि इति सूत्रेण गकारस्य स्थाने अल्पप्राणगकारादेशः मामङ्घि. मामङ्घ् योगः तात् तत् यदा वयं प्रथमपुरुषे दृष्टवन्तः मामङ्घात्. अत्र जलां झषोऽन्ते इति सूत्रेण मामङ्घाद्. वावसाने इति सूत्रेण मामङ्घात्. तादृशमेव मामङ्घं मामङ्घ. अग्रेपि करोमि. मामङ्घ् योगः आनि. अत्र पित्वम् आरोपितमस्ति. आडुक्तमस्य पित्त इति सूत्रेण अत्र मामङ्घानि मामङ्घाव मामङ्घाम वर्णमेलनमेव. हा महोदय. मामङ्घ् योगः तकारः. तत्र प्रथमम् आडागमः भवति. अमामङ्घ् योगः तकारः. इदानीं अहं समीचीनं न जानामि सूत्रं किम् अस्ति अडागमस्य अडागमस्य स्मरति वा महोदय मम मनसि महोदय इदानीं तमप्रियभगिनी स्मरति वा आम् लुङ् लङ् लुङ् लुङ् षु ष्वडुदातः लुङ् लङ् लृङ् लुङ् लुङ् नाट् लुङ् षु ष्वडुदातः षकारः मध्ये आगच्छति ष्वडुदातः कुत्र भवति एतत् अहं सूत्रसङ्ख्या दृष्ट्वा वदामि भगिनि एकं सूत्रमत्र भुवादिगणे अस्ति भगिनि भुवादिगणे अत्र दत्तमस्ति एकवारं पश्यतु अत्र इदानीम् अस्ति वा भगिनि सूत्रसङ्ख्या भवत्याः पार्श्वे एकनिमिषं मम पार्श्वे अस्ति अत्र षष्ठम अध्यायस्य चतुर्थपादे एकसप्ततितमसूत्रमस्ति भगिनि अस्तु धन्यवादः षष्ठमाध्यायस्य चतुर्थे पादे अत्र एकसप्ततितमसूत्रं गतसप्ताहे अपि रामप्रिया भगिनी उक्तवती भवान् अपि उक्तवती अवगच्छामि पूरणसूत्रम् अत्र अत्र लङ् लुङ् लृङ् ष्वडुदातः इति सूत्रमस्ति अस्तु भगिनि अनेन सूत्रे अडागमः भवति अमामङ्घ् योगः त इति स्थितौ तत्र तकारः अपृक्तसंज्ञकः इति कृत्वा हल्न्याभ्यो दीर्घस्तुतिस्य पृक्तं हल् इति सूत्रेण तस्य लोपः भवति अमामङ्घ् इत्येव तिष्ठति किन्तु प्रत्ययलक्षणं प्रत्ययलोपे प्रत्ययलक्षणम् इति परिभाषया प्रत्ययलक्षणमेव प्रत्ययलक्षणं तथापि तिष्ठति अपि च पदसंज्ञा अपि प्राप्नोति अमामङ्घ् तत्र संयोगान्तस्य लोपः इति तत्र पदान्ते संयोगः अस्ति नकारघकारयोः मध्ये पदान्ते संयोगः अस्ति इति कृत्वा संयोगान्तस्य लोपः इति सूत्रेण घकारस्य लोपः भवति अमामङ्घ् इति स्थितौ इदानीम् अकृतव्यूहाः पाणिनीयाः इति प्रायः वार्तिकं वा परिभाषस्य प्रसक्तिः भवति कथं ङकारः आगतम् इति वयं दृष्टवन्तः मघि इति धातुः आसीत् तत्तु इदित् धातुः अस्ति इति कृत्वा इदितोनुं धातोः इत्यनेन प्रथमं नकारः विदितम् आसीत् अनन्तरं तत्तु मिद् अस्ति इति कृत्वा मिदचोन्त्यात् परः इति अन्तिम अचः परः आगतम् अन् योगः घ इति स्थितौ तत्र नश्चापदान्तस्य झलि इत्यनेन अनुस्वारः अनन्तरम् अनुस्वारस्य इ परसवर्णः इत्यनेन नकारः आगतं किन्तु इदानीं घकारः गतं संयोगान्तस्य लोपः इति सूत्रेण घकारः गतः अतः आकृतव्यूहाः पाणिनीयाः इति परिभाषया येन निमित्तस्य प्रभावेन तत्र नकारः अनुस्वारः च आगतं तदेव नष्टम् इति कृत्वा यत् अस्माभिः कृतं तत् न करणीयः इति कृत्वा तत्र मूले नकारः एव आसीत् तदेव इदानीमेव तिष्ठति इति कृत्वा तत्र अमामन् तत्र नकारः एव भवति अमामन् इति रूपमेव अन्तिमरूपं भवति अमामन् हा इदानीम् इत्युक्ते पूर्वमेव वयं न कुर्मः एतत् कार्यम् अत्र अमा अत्र मिदचोन्त्यात् परः अत्र इदितो नुम् धातोः इति भूत्वा अत्र नकारः आगच्छति इदानीं नकारः एव भवति किमर्थमित्युक्ते अत्र अग्रे गत्वा यः घकारः अस्ति तेन कारणेन अत्र नकारः अनुस्वारः अपि च तदनन्तरं ङकारः भवति स्म तद् न भवति आम् इति मूले नकारः एव आसीत् तदेव इदानीमपि तिष्ठति तदेव इदानीमपि तिष्ठति अमामन् बहु समीचीनम् इति अन्तिमरूपं भवति इदानीम् अमामङ् योगः ईत् अजादि पृत् पित् प्रत्ययः अस्ति इति कृत्वा तत्र केवलं वर्णमेलनमेव अमामङ्घीत् अमामङ्घीद् इदानीं किमिति जश जलां जशोन्ते इति सूत्रेण तकारस्य दकारादेशः पुनः वावसाने इत्यनेन दकारस्य तकारादेशः रूपद्वयं भवति अमामङ्घीद् एकम् अमामङ्घीत् इति द्वितीयम् इदानीम् अमामङ् योगः ताम् तत्र झषस्ततोर्धोदः इति सूत्रेण तकारस्य स्थाने धकारादेशः भवति अपि च जलां झषि इति सूत्रेण महाप्राणघकारस्य अल्पप्राणघकारादेशः भवति अनेन अमामङ् धाम् इति रूपं भवति अमामङ् योगः उः इति प्रथमाविभक्ति बहुवचनम् अमामङ्गुः तत्र किमपि कार्यं नास्ति अजादि अपित् प्रत्ययः इति कृत्वा अमामङ्गुः इत्येव रूपम् अन्तिमरूपं भवति समीचीनं महोदय सरला भगिनी अग्रे करोतु सकार प्रत्ययः अस्ति पुनः कार्यं न भवति अडागं भवति अमामङ् योग सकार सकारस्य अङ्गकार्यं भवति हलाङ्गाभ्यो दीर्घा श्रुतिस्य प्रक्तम् इति कारणात् सकारस्य लोपः भवति इदानीम् अमामङ् पदं प्राप्नोति संयोगा तस्य लोपः इति सूत्रेण घकार अन्तिमवर्ण तस्य लोपः भवति ङकार तिष्ठति पुनः यथा महोदय उक्तवान् कृत्य अकृत्ताव्यूहा पाणिना इति परिभाषायाः नकारस्य स्थाने नकार आगच्छति अमामन् भवति इत्युक्ते अत्र नकारस्य स्थाने नकारः न आगच्छति यः नकारः नकारः यः आसीत् तदेव तिष्ठति किमर्थमित्युक्ते घकारः घकारस्य प्रभावेन नकारः परिवर्तनं भवति नकारस्य परिवर्तनं भवति परन्तु घकारः एव न तिष्ठति अग्रे निमित्तं नास्ति तस्य कार्यं न करणीयं यदि निमित्तं नास्ति नकारः तथैव तिष्ठति इदितोनुं धातु इति सूत्रेण अस्तु. इः अस्ति तत्र वर्णमिरपित् अस्ति पुनः अमामङ्घीः इति भवति तम् अमामङ्घ् योगतम् अत्र झषसतोध इति सूत्रेण तकारस्य स्थाने धकार आगच्छति तदनन्तरं झलाञ्चषि इति सूत्रेण घकारस्य स्थाने घकारम् आगच्छति अमामङ्घम् इति भवति तथैव अत्र सूत्रं किं भगिनि तकारः धकारः केन सूत्रेण झषस्ततोध पुनः तथोर्धोधः अत्र तथोः धोः धोः अनुस्वरदन्तः अस्ति अत्र रेपः अस्ति तथोर्धोधः अस्ति झषस्तथोर्धोधः एकः एव रेपः तथोर्धोधः तकार तथैव कार्यं भवति तत् अमामङ्घ इति भवति अमामङ्घ सारि अमामङ्घ इति भवति अस्तु अस्तु भगिनि अस्तु अस्तु राम धन्यवादः राम प्रिया इदानीं उत्तमपुरुषे अम् इति अजादि पित् पित् प्रत्ययः अस्ति गुणकार्यं किमपि नास्ति अत्र वर्णमेलनमेव अमामङ्घम् अमामङ्घ योगः वा अत्र अपित् अस्ति अत्रापि वर्णमेलनमेव अमामङ्घ अमामङ्घ्व अमामङ्घ मामङ्घ् योगः यात् यात् अपित् अस्ति सार्वधात् अपित् अस्ति परन्तु अत्र किमपि कार्यं नास्ति वर्णमेलनमेव मामङ्घ्यात् अत्र रूपद्वयं भवति जलां जशोन्ते इति सूत्रेण मामङ्घ्याद् वावसाने इति सूत्रेण मामङ्घ्यात् अनन्तरं मामङ्घ्याता मामङ्घ्युः मामङ्घ्याः मामङ्घ्यातं मामङ्घ्यात मामङ्घ्यां मामङ्घ्याव मामङ्घ्याः अस्तु भगिनि इदानीम् अत्र वर्गे लज्ज इत्यस्य अपि वयम् आरम्भे कृतवन्तः किञ्चित् तदपि पुनस्मरणरूपेण कुर्मः भवती आरम्भं करोति वा भगिनि लालस्य योगः टी अपि टी हलादिपित् अस्ति अत्र गुणकार्यं प्रसक्तिः अस्ति परन्तु प्राप्तिः नास्ति लालस्य अत्र स्तोः शृणाश्चुः इति सूत्रेण लालश्च भवति अनन्तरं जष्ट्वं भवति लालज् न वा न चिन्तयतु चिन्तयतु अत्र लालज् योगः ति अस्ति ति यदा भवती उक्तवती अत्र पित्प्रत्ययः अस्ति परन्तु गुणस्य प्रसक्तिः नास्ति इदानीम् इदानीं किं भवति ति इति झल् तकारः झल् वर्णः अस्ति झल् परः अस्ति इदानीमत्र सन्धिकार्यं भवति किल आम् ब्रश्च व्रश्च तत्र तु लश्चि नास्ति. चोहो कुहु इति भवति किल प्रथमं? न न तत्तु समीचीनमेव, परन्तु प्रथमं किं भवति अत्र? सकारः जकारः, सकारः जकारः प्रथमं स्तोहो श्युनाश्चुः इति सूत्रेण चुत्वं भवति अनन्तरं किल? अत्र इदानीम् अत्र कस्यापि सकारस्य लोपः भवति वा? ओहो, स्कोः संयोगाद्योरन्ते च इति सूत्रेण सकारस्य लोपः भवति. किमर्थमित्युक्ते झल् वर्णः परः अस्ति, झल् वर्णः परः अस्ति, संयोगस्य आदौ सकारः अस्ति. लालज् योगः ति इति भवति, अनन्तरं चोहोकुः इति सूत्रेण सः स आदेशः भवति. लालक् योगः ति. इदानीं पुनः किं भवति? जकारः, जकारः द्वितीय चोहोकुः इत्यनेन किं भवति? कवर्गस्य तृतीयवर्णः आदेशः भवति. लालग् योगः ति इति भवति. लालग् योगः ति इदानीं लालग् लालग् इदानीं तकारः कीदृशवर्णः? कर्वर्णः इत्युक्ते करीच इति सूत्रेण लालक् योगः ति, लालक्ति. लालक्ति, अस्तु भगिनि. इदानीम् अत्र तः करोतु भगिनि. इदानीं लालक् योगः इति लालज् लालज् लालश्च योगः इति. अत्र सकारस्य लोपः न भवति. इति इति अजादि पित् अस्ति, अत्र लोपः न भवति. लालज्जीति. किमर्थं लालज्जीति? लालज्जीति रूपं तु समीचीनमेव, जकारद्वयं तु समीचीनरूपमेव, परन्तु अत्र किञ्चित् वदनम् एव तत् कार्यं भवति किल महोदय? सकारजकारयोः स्थित्वं प्रथमम् अनन्तरं जष्त्वम् इति भूत्वा लालजीति स्थित्वं भूत्वा तदेव ब्रज इति दृष्टवन्तः किल, तादृशमेव लालज्जीति. लालज्जीति, अस्तु भगिनि. इदानीम् एकमेकमेव कुर्मः. इदानीमत्र इदानीमत्र शुकवन महोदय, इदानीमत्र लोट्लकारस्य तात् करोति वा महोदय? हा, करोमि महोदय. लालज्ज् योगः तात् इति स्थितौ हलादि अपि प्रत्ययः अस्ति. तत्र अपि जला हलादिः, किन्तु जलादिः अपि इति कृत्वा ततो संयोगाद्योरन्ते च इति सूत्रस्य प्रसक्तिः प्राप्तिः च. अनेन सकारस्य उपादायम् उपादायं नास्ति, संयोगस्य आदौ स्थितस्य सकारस्य लोपः भवति. लालज् योगः तात्. इदानीं चोहोकुः इति सूत्रेण लालग् जकारस्य स्थाने गकारादेशः भवति. लालज् लालग् योगः तात्. इदानीं खरि परे अस्ति इति कृत्वा गकारस्य ककारादेशः भवति. लालक् योगः तात् लालक्तात् इति रूपम्. इदानीं अत्र हि करोति वा महोदय लोट्लकारे? हि मध्यमपुरुष एकवचने लालस्ज् योगः हि तत्र हल् हलादि अपित् प्रत्ययः अस्ति हुजल्भ्यो हेर्दिः इति सूत्रमस्ति अत्र जकारः अस्ति अन्ते तत्तु झलि अस्ति इति कृत्वा अस्य सूत्रस्य प्राप्तिः भवति हुजल्भ्यो हेर्दिः इति सूत्रेण हि इत्यस्य स्थाने धि आदेशः भवति लालज् योगः धि इति प्रथमं तत्तु प्रथमं भवति वा तदेव समीचीनं वा महोदय हुजल्भ्यो हेर्दि षष्ठमाध्यायः अपि च इति कृत्वा तदेव प्रथमं प्रत्ययादेशः किल प्रत्ययादेशः लालज् योगः धि इति स्थितौ इदानीं संयोगाद् स्कोः संयोगाद्यरञ्च तत्र झलि धि धकारः झलि अस्ति इति कृत्वा स्कोः संयोगाद्यरन्ते च इति सूत्रस्य प्रसक्तिः प्राप्तिः अनकारस्य लोपः भवति लालज् योगः धि पुनः चोहोकुः इति सूत्रस्य प्रसक्तिः भवति अनेन जकारस्य स्थाने गकारादेशः लालग् योगः धि इदानीं तत्र झश् एव अस्ति लालग् योगः धि लालग्धि इति एव रूपं भवति इति अहं चिन्तयामि जलां जशोन्ते इत्यनेन गकारः झलां जश् झषि इत्यनेन गकारः गकारः एव भवति गकारः एव आम् तस्य सूत्रस्य प्राप्तिः अस्ति किन्तु परिवर्तनं किमपि नास्ति लालग्धि इति एव रूपं बहु समीचीनं बहु समीचीनं महोदय इदानीं तत्र सरला भगिनी आनी करोति वा भगिनी प्रथमं लोट्लकारस्य उत्तमपुरुष एकवचनरूपम् लालश्च योग आनी पित् अस्ति इदानीम् आनी अजादि अस्ति तस्य संयोगा तस्य कार्यं न करोति तथै अतः केवलं लालश्च जानी इति भवति पुनः चिन्तयतु भगिनि अत्र लालज् योगः आनि अत्र पित् अस्ति अजादि अस्ति समीचीनमेव परन्तु इदानीम् अत्र लालज् इत्यस्य तत्र जकारस्य प्रभावेन सकारस्य स्थाने शकारः आगच्छति लालज् भवति पुनः श्नाश्चुः लालश्च लालश्च भवति तदनन्तरं जकार लालश्च भवति जकार झषि नास्ति जलाञ्च झषि कार्यं न करोति किमर्थं नास्ति जकार झषि किमर्थं नास्ति झषि के झषि झष् प्रत्याहारे चतुर्थवर्णः आगच्छति यदि मूर्धन्यषकारः अस्ति चेत् तादृशं परन्तु झलां झष् झषि अत्र तालव्यषकारः अस्ति किल झषि इति झषि इत्युक्ते सप्तमी विभक्ति झषि इत्युक्ते अत्र चतुर्थ अपि च तृतीयवर्णः वर्णाः चतुर्थवर्णः चतुर्थ अपि च तृतीयवर्णाः अपि किल सन्ति चेत् अत्र परे पूर्वस्थितस्य झल्वर्णस्य झल्वर्णस्य आगच्छति न झषि प्रत्याहारे अत्र मूर्धन्यषकारः वा तालव्यषकारः वा अत्र लाल् लाल् सकारस्य स्थाने षकारः आगच्छति षकारः तालव्यषकारः झल् वर्णः अतः जकारः झष् वर्णः इत्युक्ते कथं झष् वर्ण झष् वर्णः भवति न चकार झष् तालव्यषकारः झष् परन्तु अत्र माहेश्वरसूत्रेषु अत्र अत्र जब अत्र चतुर्थवर्णः वर्णाः अपि चतुर्थीयवर्णाः झष् प्रत्याहारे तालव्यषकार मूर्धन्यषकार तदनन्तरं तालव्यषकारः इदानीं सूत्रं किं झलां झषि अत्र षकारः अन्ततो यः झषि अस्ति सः षकारः तालव्यषकारः ओ अहं चिन्तयामि तत्र मूर्धन्यषकार तथैव अहं पूर्वं पृष्टवती भवान् अस्तु इदानीं सम्यक् वा इदानीं सम्यक् तस्य जकार आगच्छति पुनः शकारस्य स्थाने झलाञ्जषि इति सूत्रेण सो इति लाज् लाज् भवति लाज् लाजानि लालज् लालज्जानि भवति लालज्जानि लालज्जाव लालज्जाम भवति अस्तु बहु समीचीनमस्ति इदानीम् अत्र एकवारं पश्यतु पश्यतु एकवारं पश्यतु पुनः अत्र किञ्चित् भ्रमः भवति एव किमर्थम् इत्युक्ते अत्र तालव्यषकारः अस्ति वा मूर्धन्यषकारः अस्ति वा इति भ्रमः तु भवति एव कोऽपि चिन्ता मास्तु अत्र वर्गे किञ्चित् कृतवन्तः अत्र छोः शूडननासिके च इत्यस्य सूत्रं सूत्रस्य अभ्यासः अपि वयं कृतवन्तः अत्र अहं महोदयः यत् पृष्टवान् वर्गे तद् मम पार्श्वे अस्ति अतः तदेव वयम् एकवारं कुर्मः अस्तु वा किञ्चित् समयः अस्ति इदानीं रामप्रिया भगिनी अत्र प्रच् धातुः अत्र मूलधातुः एव तप्रत्ययः योजनेन किं भवति इति प्रच् योगः तप्रत्ययः ककारे तकारः ककारे प्रत्योग इत्तप्रत्ययः तप्रत्ययः तु कित् अस्ति ककारस्य लोपः लशक्वतदिते इति सूत्रेण भवति तः एव अवशिष्यते त एव अवशिष्यते तच्च योगः थ इदानीं तत्र तु चुक् तुक् सहितचकारः अस्ति श्वोः शूडनुनासिके च इति सूत्रेण चकारस्य स्थाने षकारादेशः भवति प्रश्योगः तः सम्प्रसारणकार्यं भवति ब्रश् क्षम्यतां सूत्रं ग्रहीजा वै व्यदीव वृष्टि विच्छति पृच्छति पृच्छति इति नीति च इति सूत्रेण सम्प्रसारणकार्यं भवति पृच् धातुः प्रच् प्रश् प्रच् इति धातुः पृश् इति भवति पृश् योगः तः इदानीं ब्रश्च ब्रश्च इति सूत्रेण षकारादेशः पृश् योगः तः ष्टुनाष्टुः इति सूत्रेण षकारस्य प्रभावेण टकारादेशः पृष्टः पृष्टः बहु समीचीनं भगिनि. इदानीम् अत्र तवतु महोदय, तवतु प्रत्ययं योजनेन प्रश् प्रच् योगः तवतु इति कित् अस्ति, कित् ङित् अस्ति इति कृत्वा तत्र सम्प्रसारणकारं भवति ग्रहिज्या वै व्यधि इति सूत्रेण. अपि च चोः षूडनुनाशके च तत्र तुक्सहितचकारः अस्ति इति कृत्वा अस्य सूत्रस्य प्रसक्तिः. इदानीं पृश् इति रूपं भवति सम्प्रसारणं कृत्वा. अपि च चकार तुक्सहितचकारस्य स्थाने शकार तालव्यशकारादेशः पृश् योगः तुम् इति भवति. इदानीं ष्टुत्वं कृत्वा पृष्टुम् इति भवति वा? न, तवतु इति किल महोदय, तवतु अस्ति प्रत्ययः. पृष्योगः तवत् पृष्योगः तवत् पृष्टवत् पृष्टवान् पृष्टवत् इति नपुंसकलिङ्गे भवति, पृष्टवान् इति पुल्लिङ्गे भवति, पृष्टवती इति स्त्रीलिङ्गे भवति. अस्तु, इदानीं अस्तु महोदय, बहु समीचीनमस्ति. अत्र प्रच् योगः क्त्वा भगिनि, सरला भगिनि, क्त्वा प्रच् योगः क्त्वा ककारस्य लोपः भवति, त्वा भवति तिष्ठति. इदानीं त्वा इति सूत्रेण प्रच् सम्प्रसारणं भवति गहि ज्या वै इति सूत्रेण, प्रसेताने प्र आगच्छति. इदानीं चोः षूड् अनुनासिके सूत्रेण तुक्सहित चकार अस्ति, तस्य चकार तस्य लोपः भवति, तस्य स्थाने तालव्यशकार आगच्छति, पृश् भवति. पृश् तदनन्तरं भ्रष्टभ्रश्च इति सूत्रेण तालव्यशकारस्य स्थाने मूर्धन्यशकार आगच्छति, पृश् भवति. पृश् इदानीं श्नाष्टुः इति सूत्रेण त्वा भवति, सो पृष्ट्वा इति भवति. बहु समीचीनम्. अत्र रामप्रिया भगिनी, एकमेकं कुर्मः. अत्र इदानीं लङ्लकारस्य प्रथमपुरुष एकवचनं पाप्रच् यङ्लुगन्त धातुः. पाप्रच् योगः तकारः लङ्लकारः, अतः अडागमः भवति. अपाप्रच् योगः तकारः, अपृक्तसंज्ञा अस्ति. प्रथमं श्वोः षूडनुनासिके च भवति, अनन्तरमेव हल्म्याभ्योदीतात् इति किल महोदय? ओहो षोडु अनुनासिके च इति सूत्रेण तुक्सहितचकारः, अतः अपाप्रश् योगः तकारः. हल्म्याभ्योदीतात् इत्यस्य प्रथमं हल् इति सूत्रेण तकारस्य लोपः अपाप्रश्, तत्तु इदानीं पदसंज्ञा प्राप्नोति, अतः व्रश्च भ्रश्च इति सूत्रेण अपाप्रश् मूर्धन्यशकारः. जलां जशोन्ते इति सूत्रेण अपाप्रड्, वावसाने इति सूत्रेण अपाप्रट्. समीचीनम्. अत्र इदानीं प्रथमपुरुष उत्तमपुरुष एकवचनरूपं महोदय, पाप्रच् उत्तमपुरुष एकवचनं लट्लकारस्य लट्लकारस्य उत्तम लट्लकारस्य उत्तमपुरुष एकवचनरूपम् मी इति भवति किल. पाप्रच् योगः मि इदानीं हलादि पित् प्रत्ययः अस्ति पाप्रच् योगः मि छोः शूडननासिके च इति सूत्रस्य किं निमित्तं झलि वा तत् मकारः कीदृशवर्णः श्लोश्रुवन्तुनासिके न मकारः झलि नास्ति इत्यस्य निमित्तं झलि अस्ति किल अनुनासिकः अपि अस्ति किल महोदय अत्र आमामाम् आम् मकारः अनुनासिकवर्णः अस्ति इति कृत्वा चोः षूड् अनुनासिके च इति सूत्रस्य प्रसक्तिः अस्ति अनेन तुच्छ सहित छकारस्य स्थाने तालव्यशकारादेशः भवति पाप्रश् योगः मि तत्र सम्प्रसारणकार्यं न भवति तत्र स्टिप् इत्यनेन निर्दिष्टं धातुः मी कीदृश मी कीदृश प्रत्ययः हलादि पित् प्रत्ययः अस्ति आम् पित् प्रत्ययः कृत्वा तत्र सम्प्रसारणीयकार्यमेव नास्ति इति एव भवति सम्प्रसारणीयकार्यम् इति कृत्वा तस्य चिन्तनमेव न भवेत् आम् सत्यं पाप्रश् योगः मि इदानीं किमपि कार्यम् अस्ति वा परे मकारः अस्ति तत्तु झलि नास्ति पाप्रश्मि इत्येव भवति इति अहं चिन्तयामि तदेव समीचीनं महोदय अत्र पाप्रश्मि पाप्रश्मि अस्तु इदानीम् अत्र प्रत्ययः अस्ति लट्लकारस्य प्रथमपुरुषद्विवचनं भगिनि पाप्रच् सरला भगिनि पाप्रच् योग पाप्रच् योगः तः अस्तु तः अपि अस्ति किन्तु अतिदेशं न भवति कारणके यङ् लुङ्गङ्क् धातुः अस्ति ग्रहि ज्या वै व्यधि व्यष्टि व्यचति वशति पृच्छति ददतीनाम् इति सूत्रेण परपञ्च धातव सिप्श्चात् इति कारणेन निर्दिष्टा तत् यङ् लुङ्गङ्क् धातूनां सम्प्रसारणं न भवति इति कारण पाप्योगः त इदानीं त झलि अस्ति शोषुरधुनासिके इति सूत्रेण प्राप्रश् शकारं तालव्यशकार आगच्छति तदनन्तरं वश्च भश्च इति सूत्रेण मूर्धन्यशकार आगच्छति प्राप्रश् योगतः भवति इदानीं श्नाष्टुः इति सूत्रेण तकारस्य स्थाने टकार आगच्छति पुनः पुनः अत्र भगिनि इदानीं धातोः अन्ते कि कः वर्णः अस्ति धातोः अन्ते वा प्रथमं भवति शूरनुनासिके च इत्यनेन शूरनुनासिके प्रथम स्को संयोगान्त्योसे इति सूत्रेण शकार आगच्छति पाप्रश् भवति पाप्रश् योगतः तदनन्तरं व्रश्च भ्रश्च इति सूत्रेण पाप्रश् भवति योगतः इदानीं शकार तकार श्नष्टुः भवति न सकारस्य स्थाने कार आगच्छति पाप्रष्टः भवति पाप्रष्टः बहु समीचीनं यथा छोः शुरनुनासिके चेत् अनेन षत्वम् अनन्तरं षत्वं व्रश्च व्रश्च सुरज अनन्तरं ष्टुनाष्टुः इत्यनेन ष्टुत्वम्. अत्र स्थगयामः इदानीं. प्रश्नः अस्ति वा नो चेत् स्थगयामः वा? मम भ्रमः अस्ति जलां चषि जषि अस्ति तत्र. अत्र अत्र जषि सूत्र तृतीयमपि च चतुर्थम् अस्तु. धन्यवादः. शुभरात्रिः. शुभरात्रिः.